भवतु सर्वेभ्यः नमस्कारः। इदानीम् अस्माकं चिन्तनवार्तः प्रवर्तते। वस्तुतः इदानीं समयः किञ्चित् न्यूनः भवति, अत एव किञ्चित् शीघ्रमिति न, परन्तु वस्तुतः अद्य यः विषयः आगच्छति तत्र किञ्चित् क्लिष्टं नास्ति इति मन्ये, अत एव यः समयः अस्ति तेन पर्याप्तम् एव स्यात्। किं वक्तव्यम्, इदानीं तत् यथा कुत्र स्मः इति आदिकं सर्वं जानीमः वा? इदानीं लक्ष्मी भगिनी स्मरति वा प्रसङ्गः कः इत्यादिकं? गतशनि गत सोमवासरे किम् अभवत् इति किञ्चित् स्मरामि। उच्यतां बहु नासीत् इति मन्ये, तत्र व्याप्तिपदेन पञ्चपदार्थाः स्वीक्रियन्ते इति स्मरति वा भगिनि? आम् आं, व्याप्ति तत्र पञ्चपदार्थान् बोधयति इति चित्रमस्ति 1 1 8 4। आं सत्यं 1 1 3 7 1 3 7 1 3 7। अस्तु, सो व्याप्ति इति वदनेन साध्यं किम् अस्ति इति बोधयति। साध्यम् इत्युक्ते यदि पर्वतः वह्निमान् इति ज्ञानार्थम् इति ज्ञानबोधार्थं तत्र साध्यमस्ति वह्नेः वह्नेः अधिकरणमस्ति पर्वतः। अनन्तरं अपि च अस्तु अस्तु, साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति वृत्तित्वं तस्य अभावः इति पञ्चपदार्थान् पञ्चपदार्थाः बोधयति। अत्र साध्यमिति वह्निः वह्नेः अभावः तत्र तत्र अस्तु साध्य अभावात् वृत्तित्वम् इति लक्षणवाक्यमस्ति। साध्य अभावात् अवृत्तित्वम् अवृत्तित्वम् इत्युक्ते वृत्तित्वम् इत्युक्ते आधेयता आधेयता आधेयता धूमे आधेयता अस्ति, वह्ने अधिकरणता अस्ति। यदि वह्निः न अस्ति तत्र धूमः अपि नास्ति, अतः साध्य अभावात् अवृत्तित्वम् इति उच्यते। तद् व्यतिरेक अनुसारेण तत् वाक्यं भवति, इत्युक्ते यत्र यत्र वह्निः नास्ति तत्र धूमः नास्ति इति विपरीतरीत्या इति अन्यरीत्या वाक्यमस्ति साध्याभावात् अवृत्तित्वम् इति। साधु वा महोदय? अस्तु, तत्तु वस्तुतः तत्र प्राक्तने वर्गे मया प्रसङ्गेन एव उक्तम्, इतः प्राक् तत्र ग्रन्थे अयं विषयः न आगतः, तत्र व्यतिरेकव्याप्तिः वा नो अन्यव्याप्तिः, परन्तु अग्रे आगमिष्यति। यत्र तत्र हेतुः यदा अस्माभिः परिशील्यते तत्र हेतुः कीदृशः, तत्र सर्वम् एतद् आगच्छति इति मन्ये। अस्तु, अपरम् अन्यविषयः आसीत् यत्र वह्निः यत्र वह्निः कुत्र वह्निः नास्ति इति प्रश्ने सति वह्निः जले नास्ति, हृदे नास्ति, पुस्तके नास्ति इत्यादि स्थलेषु वह्निः नास्ति, तत्र धूम अपि धूमः अपि नास्ति एव. अतः अतः हृते धूमेः धूमस्य आदेयता हृदये जलमस्ति तत् तेन तेन वृत्तित्वम् अस्ति इति वृत्तित्वम् अस्ति न वक्तुं न वक्तुं शक्यते. न वक्तुं शक्यते. एवम् अत एव धूमे ह्रदवृत्तित्वाभावः अस्माभिः तत्र इष्टः भवति अथवा ह्रद अवृत्तित्वं ह्रद अवृत्तित्वम् अस्तु. धूमे इष्यते यतोहि ह्रदे वह्नि अभाववृत्तित्वम् अस्ति. नाम वह्नि भवतु नाम वाह्नि अभाववृत्तित्वं मास्तु क्षम्यतां तथा न वक्तव्यं, परन्तु वाह्नि अभावः ह्रदे अस्ति, वाह्निः साध्यः. अत एव ह्रदः इदानीं सद्य अभाव अधिकरणम् इति भवति, अथवा सद्य अभाववत् इदानीं ह्रदः इति सिद्धः भवति. इदानीम् अस्माभिः किम् इष्यते, यस्मिन् एतादृशी ह्रदे, नाम यस्मिन् सद्य अभावः अस्ति एतादृशे ह्रदे धूमः अथवा हेतुः यथा न भवति तथापि तथा एव लक्षणं कर्तव्यम्. अत एव सद्य अभाववति ह्रदे हेतु अभाववत्वम् अथवा हेतु अवृत्तित्वं तत्रापि लक्षणे संयुज्यते. अत एव व्याप्तिः सद्य अभाववत् अवृत्तित्वम् इति सम्पूर्णलक्षणं व्यतिरेकव्याप्तेः भवति. इदानीम् अस्मिन् तत्र तत्र अस्याम् उक्त्यां नाम व्याप्तिः कश्चन धर्मः इति चेत् भवति, सः धर्मः कस्य भवति अनुमितिस्थले अथवा तत्र अनुमिति क्रमे सः धर्मः कस्य अपेक्षितः? पुनः अस्तु, व्याप्तिः धर्मः कश्चन धर्मः इति अथवा सम्बन्धः भवतु, नाम यः किमपि अस्ति लोके तत्सर्वं धर्मत्वेन एव स्वीकर्तुं शक्यते, अथवा धर्मः वदामः इति चेत् तत्र कोऽपि दोषः न स्यात्. इदानीं व्याप्तिः कश्चन धर्मः, इदानीं भवतु नाम तत्र सद्य अभाववत् अवृत्तित्वम् अस्ति एव, परन्तु अनुमितिसाधनाय अयं धर्मः कुत्र अस्माभिः अनेयः भवति, कुत्र अस्माभिः ज्ञेयः भवति? परामर्शज्ञाने. परामर्शज्ञाने, परन्तु प्रथमतः अयं धर्मः कस्य हेतु तस्य धर्म भवति. एवं लक्ष्मी भगिनि सम्यक् चित्रे तथा एव अस्ति. इदानीं साध्यम् इति तत्र उपरि यत् वर्तते अभावं पर्यन्तम् अभावः पर्यन्तम् अभावं प्रति यत्सर्वमस्ति तत् व्याप्तिः. इदानीम् इयं व्याप्तिः किं निष्ठः इति प्रश्ने हेतुनिष्ठः अत्र चित्रे सद्यः ज्ञायते. चित्रं नाम 137 चित्रसङ्ख्या यत् तत्र भवति. चित्रं कथं चित्रे चित्रात् कथं वाक्यं रचयामः इत्युक्ते वह्निः प्रतियोगित वह्नेः अभावः प्रतियोगितासम्बन्धेन वह्निनिष्ठ अभावः प्रतियोगिता सम्बन्धेन अभावे तत्र किं वाक्निप्रतियोगिका अभाव अभावाधिकरण परन्तु तत्र अभावाधिकरण इति वक्तव्ये स्वरूपसम्बन्धावच्छिन्न अधिकरण स्वरूपसम्बन्ध वाह्निप्रतियोगिता अथवा वाह्निनिष्ठप्रतियोगितानिरूपित अनुयोगितानिष्ठ अभाव अभाव आश्रयः स्वरूपसम्बन्धावच्छिन्न ह्रदा तद्निष्ठ किं भवति तद्निष्ठ अधिकरणतानिरूपित अधेयता अधेयता नाम वृत्तित्वम् अधेयता तत्प्रतियोगितनिष्ठ अनुयो तत्प्रतियोगितनिष्ठप्रतियोगितनिरूपित अनुयोगितनिष्ठयोगित आश्रयाभावः तस्य प्रतियोगी धूमः भवति अथवा अभावत्वम् अभावत्वम् इति पर्यन्तं गच्छामः चेत् तर्हि कश्चन धार्मः स्यात् अभावत्वम् अथवा अभावप्रतियोगित्वं वस्तुतः इति तावत् वक्तव्यं परन्तु एतत् सर्वं तथापि वक्तुं शक्यते परन्तु तत्र तत्र इदानीम् अस्माभिः न कृतमिति इतः पर्यन्तं एषः तत्र सम्बन्धः तथा शब्देन अस्माभिः न उक्तः इति परन्तु तथापि वक्तुं शक्यते अथवा इदानीं यथा प्रतियोगिता अनुयोगिता निष्ठत्वा श्रयत्वा इति तत्सर्वं विहाय अपि वह्नि वह्नि प्रतियोगिकाभाव अभावाधिकरण आवृत्तित्वम् अथवा अभाधिकारण आवृत्तित्वम् अथवा अधिकारणनिरूपित अधेयता प्रतियोगिताक अभावत्वं तथापि वक्तुं शक्यते इदानीम् अवृत्तित्वम् इति तस्य स्थाने निरूपित अथवा प्रतियोगिताक अभावत्वम् इति वक्तुं शक्यते अवृत्तित्वम् इति स्थाने अवृत्तित्वं नाम किं वृत्तित्वप्रतियोगिक अभावः परन्तु इदानीं तत्र त्वप्रत्ययेन धर्मः सम्बध्यते अभावत्वम् अस्तु महोदय किन्तु अस्मिन् अस्तु समीचीनं तत् अवगतं मया किन्तु पूर्वं भवतः प्रश्नः धर्मः व्याप्ति इति कश्चन धर्मः इदानीम् अवृत्तित्वं नाम किं कश्चन धर्मः वा ओ अस्तु अस्तु आम् आम् आम् इदानीं कुत्र आवृत्तित्वम् एतत् सारं तत्र पूर्वं यत् वाक्ये अस्ति तत् कुत्र आवृत्तित्वं नाम ह्रदे आवृत्तित्वं ह्रदा कीदृशः तत्र साध्य अभाववत् अयं साध्यभावत् अस्तु इदानीम् आवृत्तित्वम् आवृत्तित्वं कस्य आवृत्तित्वम् अथवा अधेयता इति वदामः इति चेत् आवृत्तित्वं मास्तु अनधेयता अथवा अधेयता अधायता प्रत्यो भवतु नाम आवृत्तित्वम् इति सः भवेत् आवृत्तित्वम् अथवा अनधेयता इति उच्यते चेत् तत्र अधेयता अथवा अधिकरणता सर्वदा तत्र कुत किं निष्ठः इति तत्र प्रश्नः सद्यः एव उदेति अत एव अस्मिन् प्रश्ने धूमनिष्ठः अथवा हेतुनिष्ठः इदानीं ए तत्र अस्मात् इति जानीमः इति चेत् तर्हि तत्र नूतनं सोपानम् अथवा तत्र नूतनं स्टेप् क्रमः नूतनः क्रमः आगच्छति इदानीं परामर्शः इति किञ्चन ज्ञानम् अस्माभिः वस्तुतः यत् तत्र प्राक्तने वर्गे इतः पर्यन्तम् अस्माभिः गतम् आसीत् इति मन्ये परामर्शः नाम कश्चन नूतनपदार्थः अस्माभिः दृष्टः परामर्शः सोऽयं परामर्शः नाम तस्य ज्ञानस्य आकारः इति चेत् किं भवति धूमव्याप्य वह्निव्याप्य धूमवान् अयं पार्वतः वाह्निव्याप्य धूमवानयं पर्वतः इति चेत् तत्र वाह्निव्याप्य धूम इति अस्मिन् अंशे अस्मिन् दले यत् उक्तं तत् एव सा व्याप्तिविशिष्टधूमः इति तावत् एव ज्ञेयम् अथवा व्याप्ति आश्रयधूमः यः सः पर्वते अस्ति इति एतादृक् नूतनं ज्ञानम् अस्माभिः प्राक्तने वर्गे दृष्टम् व्याप्तिविशिष्टधूमः आम् व्याप्तिविशिष्टधूमः यत् पर्वते यः पर्वते अस्ति इति यथा मक्षिकाविशिष्टदण्डः पुरुषे अस्ति तादृशं व्याप्तिविशिष्टधूमः पर्वते अस्ति इति नूतन आम् एक्साक्ट्लि एवम् अवगाहि ज्ञानं तत् भवति एवम् अतः एव इदानीं यस्य ज्ञानस्य तत्र अस्माभिः प्राक् नाम प्रत्यक्षनिरूपणे दृष्टं यत् विशिष्टज्ञानं यत् तस्य केचन प्रकाराः सन्ति समुच्चयः वा द्वयोरेकम् एकस्य द्वयम् इत्यादिकम् इदानीं तत्र एतेषां ज्ञानानां यद् ज्ञानं किं विशिष्टवैशिष्ट्यवगाहिज्ञानम् इति किञ्चन विशिष्टः प्रकारः कश्चन विशिष्टः प्रकारः अस्ति अस्य प्रकारः कः विशेषः सर्वभगिनि नाम अस्य विशिष्ट अवगाहिज्ञानस्य तत्र लक्षणम् इति न परन्तु तस्य का गतिः एवम् इदानीं विशिष्टवैशिष्ट्यज्ञानं परामर्शः विशिष्टवैशिष्ट्यज्ञानम् इति अस्माभिः इदानीं सिद्धम् इदानीम् अनेन किं ज्ञायते अनेन तत् वह्नी व्याप्य धूमवानयं पर्वत इति ज्ञायते न तस्मात् विशिष्ट भवति इयं गतिः या तत्र चित्रे तत्र अस्ति व्याप्तिविशिष्टधूम भवति धूम अस्ति विशिष्ट व्याप्ति भवति विशेषणं सो तस्य अवच्छेदक भवति व्याप्तित्वं सो व्याप्तित्वम् अवच्छिन्ना व्याप्तिः धूमे अस्ति तत् धूम विशिष्टधूम पर्वते संयोगसम्बन्धेन वैशिष्ट्यं भवति विशिष्टवैशिष्ट्य धूमपर्यन्तम् अपि व्याप्ति धूमव्याप्ते वह्निव्याप्त अस्ति इति ज्ञानम् आगच्छति तत्र धूमवह्निव्याप्य तदनन्तरम् अन्य ज्ञानम् आगच्छति पर्वतधूमवान् यदि धूमपर्वततयोः वैशिष्ट्यं भवति तत्र भवति पर्वतधूमवान् अयम् इमे द्वे ज्ञाने अस्माकं परामर्शज्ञानं द्वाभ्यां ज्ञानाभ्यां परामर्शज्ञानम् आगच्छति महोदय मम प्रश्नमस्ति भवान् पृष्टवान् व्याप्ति धर्म कस्मिन् अस्ति धूमे अस्ति अस्तु व्याप्तिविशिष्टधूमः सर्वदा अतः विशिष्ट इदानीं धूमः अतः एव इदानीं विशिष्टवैशिष्ट्य अवगाहि इति वदनेन विशिष्ट इति पदेन धूमः एव स्वीक्रियते धूम एव अस्ति अतो यतोहि धूमः व्याप्तिविशिष्ट नाम तत्र व्याप्तिः यः धर्मः सः धूमे एव वर्तते परन्तु मया इदानीं तस्य एतत् सर्वं यदुक्तं तत् समीचीनम् एव इदानीं प्रसङ्गेन यत् द्रोणमहोदयेन उक्तं तत् एव प्रदर्शयितुं मया पुनरेकवारं पृष्टम् इदानीं पश्यामः तत्र पेज् 182 मध्ये इति परन्तु कुत्र समूहालम्बनज्ञानं कुत्र आसीत्? एवम् इदानीं तत्र पश्यामः समूहालम्बनं ज्ञानं वस्तुतः तत्र किञ्चित् चित्रमपि अस्ति. वायुः घतः वायौ स्पर्शः घाते रूपम्. इदानीं तत्र सामान्यतो दृष्ट्या वस्तुतः समूहालम्बनज्ञानम् इति अनेन पदेन यत्किमपि ज्ञानं स्वीक्रियते यस्मिन् अनेके विशेष तत्र अनेके विशेषताश्रयाः अथवा अनेके विशेषताश्रयाः सन्ति. यथा वायौ वायुस्पर्शवान् घतः रूपवान् इति यदि एकक्षणिकं ज्ञानमेव वर्तते. यदि एकस्मिन् क्षणे इमौ द्वौ एव पदार्थौ सप्रकारकौ पदार्थौ स्वीक्रियेते तर्हि तथा तादृक् एव ज्ञानम् अस्माभिः एकस्मिन् क्षणे उत्पद्यते. नाम वायुः स्पर्शवान् घतः रूपवान्. इदानीम् इदं समूहालम्बनज्ञानस्य सामान्याकारः इति तथा वक्तुं शक्यते. परन्तु यत् विशिष्टवैशिष्ट्यावगज्ञानं यत् तथा तत्रापि दृष्टम् अस्माभिः अपि अनेकदा तत्र शब्देन उक्तं तत्रापि विशेष्यताद्वयम् इति वर्तते. अत्र एका अस्ति मुख्यविशेष्यता, सा कुत्र स्यात्? पर्वते. अपि च धूमे विशेष्यता अन्या विशेष्यता अस्ति एव. एवं वा? विशेष्यता व्याप्तिनिष्ठप्रकरतां निरूपयति. अस्तु, किन्तु चित्रं स्यात् इति चेत् एवं भो तत्र दृश्यतां नाम चित्रसङ्ख्या 1, 1, 2, 4 तत्र वामभागे समूहालम्बनज्ञानं प्रदर्शनं दृश्यते वा? वायुः स्पर्शः घटः रूपम् एकं. द्वितीयं तु स्यात् 1, 1, 8 नाम विशिष्टवैशिष्ट्यज्ञानं तत्र इदानीम् अस्माभिः अनेकदा दृष्टम् एतत् भवतु. तत्रापि दृश्यते इदानीं तत्र परिशीलनं कर्तव्यं न वा इति न जाने. परन्तु तत्र सम्यक् वक्तुं शक्यते इदानीं यथा समूहालम्बनज्ञाने इदानीम् अत्र 1, 2, 4 इति पिक्चर्स् मध्ये यथा तत्र वायुः च घातः च विशेष्यता आश्रयौ द्वौ स्तः तथा एव 1, 1, 8 मध्ये पुरुषः च भूतलं च तत्रापि विशेष्यताः स्तः. नाम विशेष्यताद्वयम् अस्मिन् अपि ज्ञाने अस्ति. समीचीनं वा महोदय? श्रूयते वा? श्रूयते. विशेष्यताद्वयमस्ति किन्तु किन्तु द्वयोपि समानाधिकरणं नास्ति. इत्युक्ते भूतलं पुरुषः द्वयोपि समानाधिकरणे नास्ति खलु? पुरुष किन्तु समामलादन ज्ञाने यथा वायुः स्पर्शवान् घटरूपवान् तत्र वायुर्घटः तयोः मध्ये कोऽपि सम्बन्धः नास्ति. एवं भगिनि, एवं तादृशः एव भेदः तत्र ज्ञेयः. नाम समानाधिकरणम् इति तत्र सर्वदा न वक्तव्यं, परन्तु तत्र भेदः कः इदानीं विशिष्टवैशिष्ट्यवगाहिज्ञाने तत्र विशिष्यताद्वयं यत् अस्ति तत्र निरूप्यनिरूपकभावः कदापि तत्र परम्परासम्बन्धेन तत्र अस्माभिः निरूपयितुं शक्यते. एवं वा? परन्तु तत्र वायुः किं वायुस्पर्शवान् घातः रूपवान् तत्र निरूप्यनिरूपक कदापि अपि वक्तुं शक्यते अस्मिन् एकस्मिन् ज्ञाने यतो स्तः अत एव तत्रापि समानाधिकरणीयम् इति वक्तुं शक्यते. तत्रापि कश्चन सम्बन्धः स्यात् नास्ति संशयः, परन्तु निरूप्यनिरूपकभावः नास्ति. अपि च अत एव अस्माभिः तत्र तयोर्ज्ञानप्रभेदयोः तत्र भेदः ज्ञेयः. नाम विशिष्टवैशिष्ट्यावकाशज्ञाने एकम् अस्ति मुख्यविशेषता, एकः अस्ति मुख्यविशेषता आश्रयः. यथा अत्र भूतले, तत्र भूतले केवलं विशेष्यता अस्ति. एकः अपि अस्ति प्रकारता आश्रयः. यथा कुत्र दण्डे वा अथवा यत्किमपि उपरि स्यात् तत्र प्रकारता, केवलं प्रकारता अस्ति. परन्तु पुरुषः यः सः तत्र पुरुषपदार्थः तत्र ज्ञानस्य विषयः पुरुषः यः, तत्र उभयम् अस्ति. नाम विशेष्यता अस्ति अपि च प्रकारता अस्ति. इदानीं भूतलात् आरभ्य तत्र भूतलदृष्ट्या तत्र प्रकारता अस्ति, परन्तु दण्डदृष्ट्या तत्र विशेष्यता अस्ति. सम्यक् वा? अस्तु अस्तु. भूतलदृष्ट्या केवलं विशेष्यता अस्ति, किन्तु परन्तु भूतले विशेष्यता एव अस्ति. आम्. इदानीं तत्र मया एतत् सर्वं किमर्थम् उक्तं, तत्र द्रोणमहोदयेन कश्चन तत्र विषयः तत्र दिङ्मात्रं प्रदर्शितः. तत्र बहु नोक्तं, परन्तु मया चिन्तितम् इदानीं किञ्चित् अधिकं वदामि इति चेत् सम्यक् स्यात्. तत्र इदानीं परमार्षः यः, सः इदानीं नायायिकैः एव स्वीक्रियते. वस्तुतः मीमांसकैः वेदान्तिभिः तत्र बौद्धैः अपि न कैरपि स्वीक्रियते. यतोहि तत्र चिन्तनं किं भवतु नाम इदानीं व्याप्तिज्ञानम् अस्ति, अपि च पक्षधर्मताज्ञानम् अस्ति. नाम तत्र धूमवान् पार्वतः इदानीं ज्ञानद्वयम् अस्ति. तदनन्तरं नायायिकैः नायायिकी अन्यत् किमपि ज्ञानं वस्तुतः व्यापारात्मकं ज्ञानं परमार्षं तत्र उपस्थाप्यते. इदानीं तु तत्र शास्त्रे सर्वदा तत्र लाघव गौरव तर्कः सः अत्यन्तं महत्त्वपूर्णः अस्ति. अत एव मीमांसकैः तत्र प्रचोद्यते, भोः किमर्थम् अयं तत्र नूतनः पदार्थः, अयं व्यापारात्मकः पदार्थः अथवा व्यापारात्मकं ज्ञानं किम् अर्थं तत्र स्यात्? केवलं ज्ञानद्वयेन एव तत्र अनुमीचिः जन्येत, मास्तु परमार्षेण इति तत्र चोदना वर्तते. वस्तुतः तत्र इदानीं मीमांसकमतम् अपि तत्र सुगाढं वर्तते. तत्रापि अनेके विचाराः कृता, नायिकैः अपि अनेके विचाराः कृता. इदानीं तत्र किं स्थूलरीत्या वदामः इति चेत् मीमांसकैः केवलम् उच्यते यस्मिन् ज्ञाने तत्र व्याप्तिः, यत्र किं भवति पक्ष हेतुआश्रयत्वेन स्वीक्रियते, अपि च व्याप्तिः प्रकारत्वेन स्वीक्रियते. तादृज्ञानम् अनुमितिजनकं ज्ञानं स्यात्. तत्र वाक्य व्याप्यता व्याप्यतावच्छेदकप्रकारता पक्षधर्मता ज्ञानं भवतु नाम इदानीं लक्षणवाक्यं विहाय तत् केवलं इदानीं पुनरेकवारं वदामि. इदानीं नायायिक इदानीम् अस्माकं रीतिः या अत्र दृश्यते सा कीदृशी. इदानीम् एकं ज्ञानम् अस्ति व्याप्तिज्ञानम्. व्याप्तिज्ञानं नाम किं? यत्र यत्र वाह्निः नास्ति तत्र धूमः नास्ति इति व्याप्तिज्ञानम् इति एकं. द्वितीयं ज्ञानम् अस्ति पर्वतो धूमवान्. एतयोः ज्ञानयोः अथवा एताभ्यां ज्ञानाभ्यां तत्र वस्तुतः व्याप्तिज्ञानं कदापि प्राक् एव स्वीकृतम्, अतः एव सः तत्र संस्काररूपेण उद्बुध्यते इत्यादिकं तत्र अपि कश्चन प्रकारः अस्ति इदानीं. परन्तु भवतु नाम एताभ्यां द्वाभ्यां ज्ञानाभ्यां कश्चन व्यापारः, व्यापारात्मकं ज्ञानं परमार्शनामकं व्यापारात्मकं ज्ञानम् उत्पद्यते व्याप्तिविशिष्टधूमवान् अयं पार्वतः. इदानीं परामार्शः यः व्यापारः सः नूतन कश्चन पदार्थः नायायिकैः तत्र उपस्थापितः इदानीं. परन्तु नूतनपदार्थस्य उपस्थापने तत्र गौरवम् अस्ति इति नास्ति कोऽपि संशयः. इदानीम् अस्माभिः अपि अत्र अत्यन्तं क्लेशः अनुभूयते, परामर्शः कः, तत्र का गतिः, कथां ज्ञेयम् इत्यादिकं सर्वम् अस्माभिः अपि तत्र ज्ञेयमस्ति. तदेव मीमांसकैः उच्यते, मास्तु भोः तत्र परामर्शः, यद्वयं यज्ज्ञानद्वयम् अस्ति तेन तयोः सम्मेलनेन, तयोः कम्बिनेशन् तत्र द्वारा एकं नूतनं ज्ञानम् एव उत्पद्यते, यस्मात् अनुमितिः ज्ञायते. तावत् स्पष्टं वा? स्पष्टं, किन्तु अहमपि ममापि तदेव भवति परामर्शः किमर्थं नूतनपदमिति. इत्युक्ते अत्र पुस्तके ज्ञानद्वयेन परामर्श उत्पत्तिः इति शीर्षकस्य उपरि एकः वाक्यमस्ति, एकं वाक्यमस्ति, तच्च धूमज्ञानं परामर्शः इत्युच्यते. तत्र दृश्यते केवलम् अपरं नामकरणम् इत्येव तदा तत्र दृश्यते. किमर्थं चेत् धूमज्ञानं पूर्वं वयम् उक्तवन्तः, तत् हेतु इति पर्वतः धूमवान् इति तत्सर्वं पूर्वमेव उक्तं, पूर्वमेव तत् ज्ञानमस्ति, केवलं भिन्ननामकरणम् इत्येव दृश्यते खलु. एवम् एवं वस्तुतः तदेव तत्र मीमांसकानां तत्र वेदान्तिनामपि बौद्धानामपि तदेव तत्र इदानीं सारांशः चोदनायाः सारांशः यः तदेव. इदानीं किम् अर्थं वस्तुतः सारं ज्ञातम्, इदानीं किमर्थं नूतनः विषयः तत्र इदानीं बहु किमपि विचार्यमस्ति. अपि च इदानीं यत् नैयायिकैः उच्यते तत् अत्यन्तं विस्तरेण उच्यते, यत् मीमांसकैः उच्यते तदापि अत्यन्तं विस्तरेण उच्यते. परन्तु इदानीं सारांशः कः, सारांशः नाम इदानीं प्रारम्भिकग्रन्थेषु सारांशः यः दृश्यते तदेव वदामि. इदानीं तत्र वस्तुतः नायायिकैः केवलं किं परिभाषिकः कश्चन दोषः स्वीक्रियते. इदानीं मीमांसकैः यः तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानम् इति तावदेव वदनेन तत्र कश्चन दोषः उत्पाद्यः स्यात्. इदानीं लक्षणम् एव पश्यामः इति चेत् लक्षणस्य अभिप्रायः कः इति सम्यक् ज्ञायते. वस्तुतः मीमांसकैः अभिप्रायः यः, सः अभिप्रायः एव नैयायिकानां वर्तते. इदानीं व्याप्तिं ज्ञात्वा धूमस्य पर्वते दृष्ट्वा धूमं पर्वते दृष्ट्वा तत्र तेन तयोः मेलनेन ज्ञानम् उत्पद्यते, तथा एष एव सर्वेषाम् अभिप्रायः. परन्तु इदानीं तत्र टेक्निकलि कथं गन्तव्यम् इति तत्र भेदः अस्ति. इदानीं नैयायिकैः तत्र मीमांसकैः यः तत्र किं भवति तत्र सरलरूपेण वदामि किं व्याप्तिविशिष्टपक्ष मास्तु वस्तुतः एवं मीमांसकैः यः तत्र यत् लक्षणं तत्र दत्तं तत्र अतिव्याप्तिः दोषः नैयायिकैः प्रदर्श्यते. इदानीम् अन्यत् किमपि ज्ञानं चिन्तयतु. पार्वतो वह्नि व्याप्यः धूमः अलोकवान् पार्वतः. इदं समूह अलम्बनज्ञानम् अस्ति. अस्मिन् ज्ञाने विषयताद्वयम् अस्ति, एक विषयता धूमे अस्ति. इदानीं वह्नि व्याप्यः धूमः अयं धूमः यः अस्मिन् ज्ञाने अस्ति सः अपि व्याप्तिविशिष्टः, नास्ति कोऽपि संशयः. अतः एव व्याप्ति अस्मिन् ज्ञाने प्रकारत्वेन एव प्रकारत्वेन एव भासते, तत्रापि नास्ति संशयः. परन्तु अस्मिन्नेव ज्ञाने पर्वतः यः पक्षः अस्माकम् अनुमाने पक्षः, सः अपि कस्यचित् हेतो अधिकरणात् अथवा सः पक्षः इव दृश्यते, नाम अलोकवान्. अलोक नाम तत्र लैट्स् वा भवति. इदानीम् अस्मिन् पक्ष अस्मिन् समूहालम्बन आत्मकज्ञाने यत् मीमांसकैः लक्षणं प्रदर्शितं, नाम व्याप्तिविशिष्ट व्याप्तिः यत्र प्रकारत्वेन दृश्यते, पक्षः नाम पार्वतः तत्रापि अधिकारणत्वेन दृश्यते. परन्तु इदानीं तयोः निरूप्यनिरूपकभावः नास्ति तत्र. अतः एव तथा नायायिकैः वस्तुतः मीमांसकानां मतं यत् तत् किञ्चित् तत्र प्रदुष्य इदम् अतिव्याप्ति अयम् इयम् अतिव्याप्तिः तत्र प्रदर्श्यते. परन्तु वस्तुतः अयं दोषः कदाचित् अपि नायायिकानां भवति. अतः एव वस्तुतः इदानीं तर्कसङ्ग्रहे यत् परामर्शस्य लक्षणं दत्तं तत्र अग्रे गमिष्यति. व्याप्तिविशिष्टपक्षधर्मताज्ञानं नाम पेज् 189 पेज् 189 तत्र बोटम् अदस्तात् यत् पङ्क्तिद्वयं स्थूलाक्षरैः यत् मुद्रितं वर्तते, व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः, एतत् लक्षणम् अस्ति. वस्तुतः तद् लक्षणम् अपि इदानीम् उद्ग्रन्थेषु वा पश्यामः इति चेत् तद् अपि किञ्चित् परिवृत्तं वर्तते. यतोहि अस्मिन् लक्षणे अपि एतादृशः दोषः कथमपि अपि उपस्थाप्य भवति. इदानीं व्याप्तिविशिष्टः इदानीं यत् यस्मिन् इदानीं पक्षधर्मता नाम का, तदपि अस्माभिः न ज्ञातम् इतः प्राक्. अतः एव इदानीं तद् निरूपणाय पक्षधर्मता ज्ञानम् अपेक्षितं भवति. परन्तु इदानीम् अपि सरलरूपेण वदामि चेत् पक्षधर्मता नाम पक्षहेतोः सम्बन्धः, यथा वैशिष्ट्यं कश्चन सम्बन्धः, तथा एव पक्षधर्मता कश्चन सम्बन्धः अस्ति. इदानीं सम्बन्धे ज्ञाते सम्बन्धिनौ अपि ज्ञातौ स्तः. अतः पक्षः ज्ञेयः, हेतुः ज्ञेयः. इदानीं पक्षधर्मता ज्ञानम् इति चेत् तर्हि हेतुवान् पक्षः इति ज्ञायते. अपि च व्याप्तिविशिष्ट इदं ज्ञानमस्ति, नाम व्याप्तिः अत्र प्रकारत्वेन भासते. इदानीं वस्तुतः अस्मिन् लक्षणे अपि अतः इदं लक्षणं स्वीकृत्य एव एतादृशदोषः अपि कदापि स्यात्. इदानीं समूहालम्बनज्ञानं पश्यामः इति चेत् यथा वह्निव्याप्य धूमः आलोकवान् पार्वतः, तत्र व्याप्तिः प्रकारत्वेन भासते. अपि च पक्षः तत्र हेतु अश्र अथवा हेतुसम्बद्धः भवति. परन्तु तयोः निरूप्यनिरूपकभावः नास्ति, अथवा अस्य ज्ञानस्य स्वरूपं समूहालम्बनज्ञानं न तु विशिष्टवैशिष्ट्यवगाहिज्ञानम्. अतः एव यत् तत्र ग्रन्थकृता अस्माकं नाम तत्र विद्याधरीग्रन्थकृता यत् तत्र पुनः उच्यते, विशिष्टवैशिष्ट्यवगाहिज्ञानम् एव परमार्शस्य स्वरूपं, तत् अत्यन्तं किं महत्त्वपूर्णं वर्तते. यतोहि इदम् एव तत्र मीमांसकयुद्धे युद्धः यत् वर्तते तत्र वार् यत् वर्तते मीमांसकैः सह, तत् एव तत्र अति तीक्ष्णं शास्त्रम् अस्ति. यतोहि मीमांसकैः यत् लक्षणं दत्तं तत्र समूहालम्बनज्ञाने कदाचित् अतिव्याप्तिः स्यात्, मीमांसकैः तु एतादृशदोषः परिष्कृताः. इदानीं तद्दोषवर्णाय एव परामर्शः तत्र उपस्थापितः. संक्षेपेण समाहलम्बनज्ञानम् इत्युक्ते नृप्यनिरूपकभावः तत्र न द्रष्टुं शक् नास्ति. समाहलम्बनज्ञाने नृप्यनिरूपकभावः नास्ति नास्ति. यदि यदि धूमः वह्निव्याप्य व्याप्तिज्ञानम् अपि च पर्वतः धूमवान् द्वाभ्यां ज्ञानाभ्यां पर्वतः वह्निमान् इति अनुमितेः ज्ञानं यदा न तदा तथा न व्याप्तिविशिष्टधर्म व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः इति नास्ति चेत् इति परामर्शः इति ज्ञानं नास्ति चेत् अतिव्याप्तिदोषः भवति इति अतिव्याप्तिदोषः कुत्र भवति? यथा व्याप्तिविशिष्टधूमः अलोकवान् पर्वतः. इदानीम् अलोकं दृष्ट्वा कदापि अपि वह्निः अनुमीयते इति मन्ये, परन्तु तयोः इदानीम् अलोकस्य वह्निविशिष्ट व्याप्तिविशिष्टधूमस्य कोऽपि सम्बन्धः नास्ति. अत एव अनेन किम् अपि अनुमातुं न शक्यते वस्तुतः. अपि च वस्तुतः दयैः किम् उच्यते, इदानीं ज्ञानद्वयं दृष्ट्वा नाम धूमवान् पार्वतः धूमव्याप्य वह्निव्याप्य धूमः, तदपि समूहालम्बनज्ञानं भवितुम् अर्हति. परन्तु अनेन समूहालम्बनज्ञानेन अनुमितिः न उत्पद्यते, केवलं तयोः नाम परमार्षे उत्पन्ने सति नाम अस्मिन् तत्र किं वक्तव्यम् अस्मिन् तत्र सम्बद्धे ज्ञाने नाम धूमव्याप्य वह्निव्याप्य धूमवान् पार्वतः उत्पन्ने सति तथा तत्र एव अनुमितिः उत्पाद्यते. वस्तुतः तत्र विचारः तत्र मया किञ्चित् इदानीम् उक्तं तत्र पञ्चनिमेष एव अस्माभिः अत्र तत्र आनीतः. वस्तुतः तत्र केचन ग्रन्थाः तम् एव विषयं तत्र अधिकृत्य अनेके सन्ति विचाराः तत्र, कस्मात् न भवति, कस्मात् भवति. अपि च मीमांसकैः तत्र तावत् सरलं मतं नास्ति, तत्र वस्तुतः बहु अपि किञ्चित् तैः चिन्तितं. परन्तु इदानीं सरलरीत्या नयायिकानां कः तत्र कः स्ट्राटजि वर्तते तदेव. अपि च किञ्चित् वदामि, इदानीं समूहालम्बनज्ञानं वस्तुतः वस्तुतः विशिष्टवैशिष्ट्यावगाहि ज्ञानं यत् तत् समूहालम्बनज्ञानस्य एकतमः प्रकारः. समूहालम्बनज्ञानम् इति अनेन पदेन यत्किमपि ज्ञानं यत्र विशिष्यता तत्र एकाधिकविशिष्यताश्रयः यत्र वर्तते तत्सर्वं समूहालम्बनज्ञानम् इति. विशिष्टवैशिष्ट्यावगाहि ज्ञानं यत् तत् एव समूहालम्बनज्ञानस्य एकतमः प्रकारः स्यात्. यस्मिन् विशिष्यता मुख्यविशिष्यता एक एव, मुख्यप्रकारता एक एव. परन्तु यदुक्तं तत्र बहु किञ्चित् वक्तव्यम् अस्ति एव. परन्तु इदानीं एतत्तु अत्यन्तं प्रसिद्धम् उदाहरणं वह्निव्याप्य धूमः आलोकवान् पर्वतः. तत्तु न्याय तत्र पाककाले अनेकदा श्रूयते. आलोकवान् इत्युक्ते यः पर्वते अब्सर्वर् इति वक्तुं शक्नुमः वा? प्रकाशवान् प्रकाशवान् ओ अस्तु अस्तु प्रकाशवान् अस्तु आलोकः इति आलोकः इति प्रकाशः भवतु नाम तर्हि अग्रे गच्छामः वा इदानीं सर्वं सर्वं स्पष्टं न स्यात् इति तत्र नास्ति संशयः परन्तु किञ्चित् ज्ञात्वा अग्रे गच्छामः इति मन्ये अन्यत् अपि आसीत् द्रोणमहोदय महोदयेन तत्रापि उक्तम् इदानीं यत्र यत्र धूमः तत्र तत्र वाहिनिः इति प्राक् अस्माभि उक्तं व्यतिरेकव्याप्तिः इति सर्वम् उक्तम् इदानीम् एकम् उक्तम् आसीत् नाम इदानीं तु तत्र विशिष्टः कश्चन आकारः वर्तते इदानीं धूमं हेतुत्वेन स्वीकृत्य अपि च वाहिनी सद्यत्वेन स्वीकृत्य इदानीं यत्र यत्र धूमः तत्र तत्र वाहिनिः इति ज्ञायते परन्तु सामान्यरूपेण वदामः चेत् यत्र यत्र तत् तत्र तत्र यत्र तत्र यत् तत्र तत्र तत् इति वक्तव्यम् इति एकं तत्र तत् स्पष्टं स्यात् तत्र नास्ति क्लेशः इति मन्ये अन्यत् किञ्चित् उक्तं द्रोणमहोदयेन तत् तत्र किं चेत् दीपिका तर्कसङ्ग्रहः दीपिकायाः उद्धृतः विषयः इति मन्ये इदानीं यत्र यत्र तत् तत्र तत्र यत्र यत्र धूमः तत्र तत्र वाहिनी अथवा यत्र यत्र यत् तत्र तत्र तत् इति वदनेन वस्तुतः किम् अस्माभिः प्रदर्श्यते इदानीं व्याप्तिः अस्माभिः उक्तं कश्चन धर्मः इदानीं यत्र यत्र तत् यत् तत्र तत्र तत् इति किम् अस्य धर्मस्य लक्षणवाक्यं स्यात् वा अथवा किं भवति अस्य ज्ञानस्य अकारः वा अकारः इति तत्र कुत्रचित् विषयतानि विषणीया स्यात् प्रकरतानि विषणीया स्यात् अतः एव इदानीं नायिकैः उच्यते अयं तु वस्तुतः अभिनयवाक्यम् अभिनय नाम तत्र अनुकारः वाक्यं वस्तुतः तत्र बहुधा न्यायशास्त्रे अयं तत्र शब्दः न प्रयुज्यते परन्तु तत्र अस्मिन् विषये एव बहुधा दृश्यते नाम अस्मिन् व्याप्त्याकारविषये एव बहुधा दृश्यते तत्र किं वक्तव्यम् इदानीं वस्तुतः यत् ज्ञानम् उत्पद्यते तस्य अकारः सूक्ष्मदृश्या वदामः इति चेत् तर्हि तत्र यत् व्याप्तेः लक्षणं दृष्टम् अथवा यत् तत्र द्रक्ष्यते तत् अन्यत् परन्तु तत्र इमां व्याप्तिं यदि स्वशब्दैः कदामपि प्रतिपादयितुम् इच्छामः नाम तस्य अनुकारं कर्तुम् इच्छामः तत्र तम् अभिनेतुम् इव इच्छामः तर्हि यत्र यत्र धूमः तत्र तत्र वाहिनिः इति वदामः अत एव परिभाषिकपदम् इव नायिकैः उच्यते इदं व्याप्ति अभिनयः नाम व्याप्ति नर्तनं वा नर्तनम् इति न परन्तु अभिनय अभिनय इति पदः इति पदं ज्ञातं वा तत्र लोके अभिनय भरतनाट्यं तत्रापि नदीषु एकतमः प्रकारः वर्तते अभिनयः तदा द्रोणमहोदयेन किमपि तत्र समीचीनम् उदाहरणं दत्तम् इति मन्ये इदानीं सुखम् अस्माभिः अनुभूयते इति चेत् सुखं तु किञ्चन आत्मनः तत्र कश्चन आत्मनः गुणः वर्तते परन्तु इदानीं सुखम् अनुभूयते इति चेत् कदापि अस्माभिः मुखे हासः स्यात् अथवा तत्र किम् अनेके केचनः सन्ति तत्र मुखस्य तत्र सुखस्य बहिर् उद्भूतलक्षणानि इव दृश्यन्ते तानि तु सर्वाणि सुखम् इति तत्र वक्तुं न शक्यते परन्तु सुखस्य अनुकारः सुखस्य अभिनयः इव अस्माभिः तथा एव ज्ञायते अत एव यत्र यत्र धूमः तत्र तत्र वाह्निः इति अपि किञ्चन तत्र लौकिक अभिनयः इव ज्ञेयः. समीचीनं वा? भवतु ध्रुवमहोदय किञ्चित् उक्तवान् प्रतियोगी अङ्गीकरणं यत् समानाधिकरणम् अत्यन्ताभावप्रतियोगितावच्छेदकवच्छिन्न यन् भवति ते समन्वितस्य समानाधिकरणं तत्र गाङ्गेशमहोदयेन तत्र गाङ्गेशलक्ष्म तत्र वस्तुतः बहु तत्र बहु किमपि वक्तव्यं यत् किमपि यत् तत्र प्रतियोगिता इदानीं भवतु यत् तत् इति इदानीं विहाय तत्र सरलरूपेण वदामि इति चेत् नाम हेतु समानाधिकरणात्यन्ताभाव तत् प्रतियोगी अवच्छेदकः यः आगच्छति वा भगिनि? हेतुः अस्ति तस्य अधिकरणमस्ति. इदानीम् अस्मिन् अधिकरणे अत्यन्ताभावः कश्चन इदानीम् अत एव इदानीं हेतु समानाधिकरणात्यन्ताभाव तस्य प्रतियोगी इदानीं तस्य प्रतियोगी प्रतियोगिनी प्रतियोगिता भवति अस्य प्रतियोगितायाः कश्चन अवच्छेदकः अस्तु यथा इदानीं ह्रादे किं भवति तत्र कम्प्यूटर् अभावः वर्तते अत्यन्तसङ्गणक अत्यन्त अभावः इदानीम् अस्य अत्यन्त अभावस्य प्रतियोगी अस्ति सङ्गणकम् एव अस्य तत्र प्रतियोगितावच्छेदकः सङ्गणकत्वम् मास्तु क्षम्यतां ह्रादः मास्तु क्षम्यतां ह्रादः तत्र न स्वीक्रियत हेतु अधिकरण हेतुसमानाधिकरण तर्हि किं तत्र पाकशालां पश्यामः पाकशाले हेतुः अस्ति हेतुसमानाधिकरणात्यन्त अभाव तर्हि भवतु घटं स्वीकुर्मः इदानीं घटत्वा तर्हि हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकः भवति सङ्गणकत्वम् इदानीं यत् सङ्गणकत्वेन अवच्छिन्नं न भवति तत् साध्यं नाम वाह्निः सङ्गणकत्वेन नावच्छिन् कदापि अवच्छिन्न न भवति अत एव सः साध्यः अस्तु यत् समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदक यत् न भवति तेन समानाधिकरणत्वं व्याप्तिः भवतः इदानीं चित्रं दृष्ट्वा तथा नास्ति कोऽपि क्लेशः कदापि चित्रेण एवं प्रदर्शयन्ति भवतु इदानीं किं कुर्मः किञ्चित् अग्रे तत्र किञ्चित् इति न वस्तुतः यत् पथ्यं तदेव पठामः इदानीं वन् कुत्र 111 185 इति अत्र आरभ्य अन्तिमपरिचयः एवं च इति अत्र आरभ्य लक्ष्मी भगिनि एवं च जन्यज्ञानस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम् एतादृशज्ञानं प्रति विशेषणता अवच्छेदक प्रकारताज्ञानस्य कारणत्वं वक्तव्यम् पूर्वं पठनीयं वा भवतु तत् उपयोगी स्यात् अत एव पठामः पूर्वं पठामः. अस्तु. पूर्णं पूर्णं भो क्षम्यतां. पूर्वं मया पूर्वम् इति तत्र अवगतं. यथा भगिनी इच्छति इदानीं वाक्यशः प्रतिपादनं करोति वा अथवा सम्पूर्णतया तत् सर्वं यथा इच्छा. अस्तु, वाक्यशः प्रतिपादनं अस्तु. एवं च जन्यज्ञानस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम्. अत्र जन्यज्ञानम् इत्युक्ते अनुमितेः ज्ञानं, परामर्शः ज्ञानं. तस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम् इत्युक्ते पूर्वस्मिन् परिच्छेदे तत्र यथा मक्षिकाविशिष्टदण्डः दण्डवत् पुरुषः अस्ति. तत्र पुरुषस्य विशेषणं मक्षिकाविशिष्टदण्डः इति पुरुषस्य विशेषणं. तत् प्रकारता मक्षिका इति मक्षिका अपि प्रकारता मक्षिकाविषदण्डः अपि मक्षिकाविषदण्डः पुरुषस्य प्रकारता इति तत् पुरुषस् तत् विशिष्टवैशिष्ट्य अवगाहितं ज्ञानं भवति. तद्वत् एव व्याप्ति इति प्रकारता धूमस्य विशेषणं धूम पर्वतः तत्र पर्वतः तत्र पक्ष विशेषता अथवा धूमस्य तरता तत्र विशेषणता व्याप्तिनिष्ठधूमः इति वैशिष्ट्यं न इति विशेष्यं विशेषणं व्याप्तिविशिष्टधूमः इति ज्ञानस्य स्वरूपमस्ति. व्याप्तिविशिष्टधूमः पर्वते अस्ति इति पर्वतः धूमवान् वाह्नि व्याप्तिविशिष्टधूमवान् पर्वतः ज्ञानम् इति तत् भवति इति तदेव जन्यज्ञानं विशिष्टवैशिष्ट्य अवगाहित्वम् इति सिद्धम्. एतादृशज्ञानं प्रति विशेषणता अवच्छेदक प्रकारकज्ञानस्य कारणत्वं वक्तव्यम्. विशेषणता अवच्छेदक एतादृशज्ञानं प्रति विशेषणता अवच्छेदक अत्र विशेषणता इति व्याप्ति न इदानीं जन्यज्ञानं यत् तत्र जन्यज्ञानं व्याप्तिविशिष्टधूमवान् पर्वतः अतः पर्वतः अत्र विशेष्यं व्याप्तिविशिष्टधूमः विशेषणं तत्र विशेषणता विशेषता इति सम्पूर्णव्याप्तिविशिष्टधूमः इति तदेव विशेषणता पर्वतस्य विशेषणता. अस्तु, तदेव विशेषणम्. अस्तु, तस्य कारणत्वं वक्तव्यम् इति अनन्तरं पूर्वोक्तरीत्या जन्यज्ञाने यः विशिष्टपदेन भगिनी इदानीं मक्षिकवात् दण्डवान् पुरुषः इति ज्ञाने इदानीं मक्षिकविशिष्टदण्डवान् पुरुषः इति तत् जन्यम् अन्तिमं ज्ञानम् अस्ति. इदानीम् इदं ज्ञानम् उत्पादयितुं मक्षिकवान् दण्डः इति अयं ज्ञानम् इति इदं ज्ञानम् अपेक्षितं भवति. तत्र तद् वस्तुतः तत् इदानीं कैश्चन क्लिष्टैः पदैः सर्वम् उक्तं, परन्तु सारांशः अत्यन्तं सरलः इति मन्ये. तदेव तदेव उच्यते इदानीं धूमवान् व्याप्तिविशिष्ट धूमवान् पार्वतः इति यदि जान्यं ज्ञानम् इति अन्तिमं ज्ञानं यदि स्यात् तर्हि तस्मात् प्राक् व्याप्तिविशिष्टः धूमः इति ज्ञानम् अपेक्षितं भवति. अग्रे अस्तु. पूर्वोक्तरीत्या ज्ञानजन्ये क्षम्यतां जन्यज्ञाने यः विशिष्टपदेन गृहीतः सः जनकज्ञाने विशेषपदेन ग्राह्याः. अस्तु, जन्यज्ञाने इत्युक्ते जन्यज्ञानमस्ति व्याप्तिविशिष्ट पर्वतः, व्याप्तिविशिष्टधूमः धूमवान् पर्वतः इति जन्यज्ञानम्. यदि तत् तत् विशेषणपदे विशिष्टपदेन यदि गृहीतः चेत् तस्य जनकज्ञानः विशेषणपदेन ग्राह्यः. जनक ज्ञानस्य जनक एतत् एतत् ज्ञानस्य जनकः एतस्य ज्ञानस्य जनकः जनकः प्राक् अस्ति खलु, प्राक् ज्ञानमेव जनकः खलु. धूमः वह्निव्याप्त्यः इति तत् ज्ञानं प्राक् एव प्रायः अन्यदृष्टान्ते. अस्तु भगिनि, इदानीं व्याप्तिविशिष्टधूमवान् पार्वतः इति इति तत्र विशिष्टवैशिष्ट्यव्याप्ति अवगाहि ज्ञानम् इति भवति. इदानीम् अस्मिन् ज्ञाने तत्र किमुच्यते, इदं ज्ञानं जन्यज्ञानम्. इदानीम् अस्मिन् ज्ञाने विशिष्टपदेन यत् स्वीक्रियते, विशिष्टपदेन अस्मिन् ज्ञाने किं स्वीक्रियते? व्याप्तिविशिष्टधूमवान् पार्वतः. व्याप्तिविशिष्ट व्याप्ति विशिष्टज्ञानम् इति व्याप्तिविशिष्टधूमः इति स्वीक्रियते विशिष्टपदेन. अथवा पर्वतः अग्रे तत् सर्वं प्रतिपादितं पठामः, एकवारं पठामः तत्र परिच्छेदं, सम्पूर्णं परिच्छेदं पठित्वा पुनरेकवारं चिन्तयामः. अस्तु अस्तु अस्तु. पूर्वोक्तरीत्या जन्यज्ञाने यः विशिष्टपदेन गृहीतः सः जनकज्ञाने विशेषपदेन ग्राह्याः. प्रकृते जन्यज्ञाने धूमवै विशिष्ट वैशिष्ट्यं पर्वते भासते. अतः विशेषपदेन धूमः धर्तव्यः. विशेषणता भूमे विशेषणता अवच्छेदकं व्याप्तिः तत् प्रकारकं ज्ञानं धूमः वह्निव्याप्त्यः व्याप्त्यः इति व्याप्तिज्ञानं तदेव कारणं भवति. तज्ज्ञानविषयस्य च धूमस्य पर्वते भानाय पर्वतः धूमवान् इति ज्ञानम् आवश्यकमिति उभाभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते. अस्तु, अत्र पुनः जन्यज्ञानम् इत्युक्ते व्याप्ति परामर्शः इति. जन्यज्ञाने इति परामर्श इति अस्मिन् उदाहरणे व्याप्तिविशिष्टधूमः धूमः एव व्याप्तिज्ञानः, तदेव जन्यज्ञानः इति पर्वतः व्याप्तिविशिष्टधूमः धूमवान् पर्वतः इति तदेव सम्पूर्णज्ञानमस्ति. व्याप्तिविशिष्टधूमः धूमवान् पर्वतः इति सम्पूर्णज्ञानं खलु, तदेव जन्यज्ञानं. तदेव विशिष्टपदेन विशिष्टपदेन धूमः एव धूमः इति पदं गृहीतः भवति. सः जनकज्ञाने विशेषपदेन ग्राह्यः, सः जनकज्ञाने धूमस्य जनकः बन्धिः अस्ति खलु. अतः अत्र व्याप्ति धूम, अतः धूमः वह्निव्याप्यः इति वह्निव्याप्यः, अतः व्याप्तिज्ञानमेव, अतः तत् विशेषपदेन गृह्यते. इत्युक्ते व्याप्ति इति धूमस्य विशेषणं भवति. अस्तु. प्रकृते जन्यज्ञाने धूमवैशिष्ट्यं पर्वते भासते. अस्तु, धूमवैशि अस्तु, धूमः पर्वते धूमः दृश्यते. कीदृशं धूमम् इत्युक्ते व्याप्तिविशिष्टधूमः पर्वते पर्वते भासते. प्रकृते अत्र प्रकृते इत्युक्ते मूलम् इति प्रकृते प्रकृते विषये इदानीं प्रकृते विषये. अस्तु, आमाम् अस्तु. अतः विशेषणपदेन धूमः धर्तव्यः. अस्तु, अत्र अतः विशेषणपदेन धूमः धर्तव्यः इत्युक्ते किमर्थं धूमः धर्तव्यः? विशेषणता तत्र विशेषणतावच्छेदकप्रकारकज्ञानम् इदानीम् अस्मिन् विशेष तत्र सम्पूर्णं किं वैशिष्ट्यविशिष्टावगाहिज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य करणत्वम् यत् प्रकृतम्. इदानीं विशेषणतावच्छेदक अत्र विशेषणपदेन किं धर्तव्यम् इति धूमः विशेषणपदेन धर्तव्यः इत्युक्ते, ओ अस्तु, पर्वतस्य विशेषणं धूमः. इदानीं जान्यज्ञानं यत् अस्ति तत्र धूमः विशेषणं, पर्वतः विशेष्यम्. इदं ज्ञानम् आदाय एव अस्माभिः सर्वं विचार्यते. अतः एव विशेषणतावच्छेदक इति उच्यते. वस्तुतः जनकज्ञाने धूमः तु न विशेषणम् इति न, परन्तु विशेषणं. परन्तु जन्यज्ञानस्य दृष्ट्या सः विशेषणः. अस्तु, अस्तु, जन्यज्ञानस्य दृष्ट्या धूमः विशेषणः, धूमः विशेषणः. किन्तु जनकज्ञानस्य दृष्ट्वा धूमः विशेष्यता, धूम वह्निव्याप्य धूमः इति धूमः विशेष्यता वदति. अस्तु, विशेषणता धूमे विशेषणता अवच्छेदकं व्याप्तिः, तत् प्रकारकं ज्ञानं धूमः वह्निव्याप्यः इति व्याप्तिज्ञानं, तदेव कारणं भवति. अस्तु, अस्तु, अस्तु, पर्वतः धूमवान् इति वाक्ये विशेषणता धूमे अस्ति, विशेषणता अवच्छेदकं विशेषण अवच्छेदकं व्याप्तिः इति. अस्तु, विशेषणता अवच्छेदकं व्याप्तिः, पर्वतः धूमवान् इति वाक्ये विशेषणता अवच्छेद व्याप्तिविशिष्टधूमः धूमवान् पर्वतः, तस्मिन् वाक्ये विशेषणता अवच्छेदकं व्याप्तिः खलु. केवलं यदि पर्वतः धूमवान् इति वदामः तत् तत्र तत् चित्रं पश्यामः. 138 चित्रं, चित्रसङ्ख्या 138 अस्ति. इदानीं व्यापति धूम पर्वतः, इदानीम् अयं तत्र यच्चित् इदं यच्चित्रितं तत् व्याप्ति क्षम्यतां विशिष्टवैशिष्ट्यवगाहि ज्ञानं नाम व्याप्तिविशिष्टधूमवान् पर्वतः इति विशिष्टवैशिष्ट्यवगाहि ज्ञानम्. इदं ज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानं कारणं भवति इति अस्माभिः इदानीं चिन्त्यते. इदानीं इदानीं सर्वम् इदानीं तत्र यत् इदानीं तत्र अर्थात् किं वक्तुम् किं किं वदामः, व्याप्तिविशिष्टधूमवान् पर्वतः इति इदं ज्ञानं प्रचि व्याप्तिविशिष्टः धूमः इति इदं ज्ञानं कारणम्. सम्यक् वा? तर्हि व्याप्तिविशिष्टधूमः धूमवान् पर्वतः इति सर्वदा तदेव सर्वदा तदेव यत् तत्र परिशीलनं यत् तत् सर्वम् अन्तिमज्ञानात् आरभ्य क्रियते. इदानीम् अन्तिमं ज्ञानं नाम जान्यं ज्ञानं पश्यामः इति चेत् तर्हि तत्र धूमः विशेषणम् एव. अत एव तादृग्ज्ञानं इष्यते यत्र धूमस्य यः धूमस्य यः विशेषणः सः प्रकारत्वेन यत्र दृश्यते अतः धूमः विशिष्यत्वेन एवं तत्र आटोमेटिक्लि ज्ञातं भवति. अत एव उच्यते विशेषणतावच्छेदकप्रकारक नाम विशेषणतावच्छेदकव्याप्तिः, यस्मिन् ज्ञाने व्याप्तिः प्रकारकः तद् ज्ञानं विशिष्टवैशिष्ट्य अवगाहि ज्ञानस्य कारणम्. सम्यक् वा? तर्हि सर्वा भगिनि, अस्मिन् पैमार्षे या व्याप्तिविषयी भवति सा पञ्चपदार्थघटिता इति प्राक् उक्तमेव, अतः तामपि विकसितावस्थायां पश्यामश्चेत् आहत्य सप्तपदार्था परामर्शे विषयी भवन्ति. मुख्यप्रकारः वहिनी ओ अर्थ यस्मिन् विशेषता नास्ति स मुख्यप्रकारः. ज्ञाने हि वहनो न विशेषणान्तरं भासते इति तत्र विद्यमाना प्रकारता मुख्यप्रकारता. एवमेव पर्वते विद्यमाना विशेषता मुख्यविशेषता. तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति विशेषता मुख्यविशेषता भवति. इदानीं यत् परमार्श ज्ञानम् आगच्छति वह्नि व्याप्य धूमवान् अयं पर्वतः, सा व्याप्ति व्याप्तिविषयी भवति मीन्स् व्याप्ति तस्य वयं पूर्वं दृष्टवन्तः व्याप्ति यदि वयं निरूपवन्तः पूर्वं तत्र पञ्च पदार्थ वयं दृष्टवन्तः साध्यम् अभाव अधिकरण वृत्तित्वम् अपि अभाव प्रथम अभाव साध्याभाव द्वितीय अभाव वृत्तित्वस्य अभाव यस्य भूमि अस्ति. इदानीं यदि वयं साध्यं वह्नी अपि स्वीकुर्मः अपि प्रत्यपक्षपर्वत तत् भवति सप्तपदार्थः तस्य भूता भवन्ति. इदानीं यदि प्रथम प्रकारे मुख्यप्रकारे इति अस्ति यस्मिन् अन्यविशेषता नास्ति तत् भवति मुख्यप्रकारता. यत्र विशेषता मुख्यविशेषता अस्ति यस्मिन् अन्यप्रकारता नास्ति तत् भवति मुख्यविशेषता इति दत्तमस्ति. विकसित अवस्थायाम् इति ते यदि व्याप्ति तस्य वयं पूर्णतया निरूप्यनिरूपकभाव दृष्ट्या वयं कुर्मः यथा इति चित्रे दत्तमस्ति. वह्निनिष्ठप्रकारतानिरूपते विशेषता आश्रयभावनिष्ठप्रकारतानिरूपते विशेषता आश्रय अधिकरणनिष्ठप्रकारतानिरूपते विशेषता आश्रयव्यतिरिक्तं निष्ठप्रकारता निरूप्यते विशेषता आश्रयभावनिष्ठप्रकारता निरूप्यते विशेषता आश्रयभूमनिष्ठप्रकारता निरूपति पर्वता पर्वतनिष्ठविशेषता प्रकारक इति प्रकारक ज्ञानं तत्र पदार्थाः आगच्छन्ति. शीघ्रमेव अग्रे गच्छामः. सरला भगिनी, कियत् पर्यन्तं तत्र द्रोणमहोदयः तत्र पतयान् आसीत्? 188 पेज् वयं कृतवन्तः प्रथमपरिच्छेदं. तर्हि गच्छामि इदानीं. इतः आरभ्य किमपि नास्ति तत्र तत्र एवमेव तत्र न्यायभाषायां कथाम् एतत् सर्वम् उच्यते. परन्तु वयं पठामः एव. तत्र प्रश्नः स्युः इति चेत् पश्यामः, नास्ति चेत् दृष्ट्वा. लक्ष्मीभगिनी पठति वा? अत्र मुख्यप्रकारतयाः प्रवृत्ति विषयतानिरूपणे आरब्धे प्रकारतानिरूपितविशेष्यता इति सर्वत्र वाच्यं. विशेष्यता आश्रयनिष्ठप्रकारता इति च वाच्यम्. अस्तु, अत्र मुख्यप्रकारतयाः मुख्यप्रकारता इति तत्र वह्नि तत्र आरभ्य विषयतानिरूपणे आरब्धे प्रकारतानिरूपितविशेष्यता इति सर्वत्र वाच्यम् इति अत्र चित्रस्य प्रतिपादनार्थं चित्रस्य वाक्यं प्रतिपादनार्थं अस्मिन् परिच्छेदे उच्यते. कथं विशेष्यता आश्रयनिष्ठप्रकारता इति च वाच्यमिति कथं वाक्यनिर्माणं भवति इति अत्र दत्तं खलु. मुख्यविशेषिताः प्रभृति विषयतानिरूपणे आरब्धे विशेषतानिरूपितप्रकारता इति सर्वत्र वक्तव्यं. प्रकारता आश्रयनिष्ठविशेषता इति च वक्तव्यम्. अस्तु, अत्र यदि अधस्तात् उपरि गच्छामः चेत् तत्र वाक्यं तत्र कथं वाक्यनिरूपणं भवति इति अस्ति. विषयतानिरूपणे आरब्धे विशेषतानिरूपितप्रकारता इति वाक्यस्य आरम्भं भवति. अग्रिमं वाक्यमपि पततु. अस्तु, तथा च वह्निनिष्ठ अधुना उपरितः इत्युक्ते मुख्यविशेषणतः आरभ्य वह्निनिष्ठप्रकारता निरूपित विशेष्यता आश्रयः अभावनिष्ठप्रकारतानिरूपित विशेष्यता आश्रयः अधिकरणनिष्ठप्रकारतानिरूपित विशेष्यता आश्रयः वृत्तित्वनिष्ठप्रकारतानिरूपित विशेष्यतानिष्ठ अभावः निरूपित प्रकारता विशेष्यता आश्रयः अभावः निष्ठप्रकारता निरूपित विशेष्यता आश्रयः धूम निष्ठप्रकारता निरूपित विशेष्यतानिरूपकज्ञानं परामर्शः निरूपित पर्वतनिष्ठ विशेष्यतानिरूपकज्ञानं परामर्शः पर्वतः वह्न्य अभाव अधिकरणनिरूपित वृत्तित्वाभाव अभावत् धूमवान् इत्याकारकः संक्षेपतश्च पर्वतः ओ संक्षेपेण पर्वतः वह्निव्याप्य धूमवान् इति आकारकः. अपि च तत्र इदानीं तत्र तत्र वाह्निनिष्ठप्रकरता निरूपितविशेष्यता आश्रय अभावः अभावनिष्ठ भवतु नाम भवतु एवं तत्र सर्वं स्पष्टम् इति स्यात्. अपि च अग्रिमं वाक्यमपि सर्वा भगिनी अस्तु इदानीम् अधो पर्यन्तम् उपरि गच्छामः चेत् किं भवति यदि मुख्यविशेषतायाः प्रभृतिविषयताः निरूपयामः तदा पर्वतनिष्ठविशेषता निरूपितप्रकारता आश्रयधूमनिष्ठविशेषता निरूपितप्रकारता आश्रय अभावनिष्ठविशेषता निरूपित प्रकारता आश्रयवृत्तित्वं निष्ठविशेषता निरूपितप्रकारता आश्रय अधिकरणनिष्ठविशेषता निरूपितप्रकारता आश्रय अभावनिष्ठविशेषता निरूपितवहनीनिष्ठप्रकारता निरूपकं ज्ञानं पूर्वत् एव पर्वतवहन्य अभाव अधिकरणनिरूपितवृत्तित्व अभाव वृत्तित्व अभाववत् धूमवान् इति आकारकं. सो अत्र यदि मुख्यविशेषतया आदाय निरूपकभावं वदामः तत्रापि समान स्थले एवम् आगच्छामः परामर्शज्ञानं भवति वैन्याभावाधिकरणनिरूपितवृत्तित्व भाव धूमवान् पर्वत इति धूमवान् पर्वत अग्रिमः दृष्टः न इदानीं पर्यन्तं वयं निरूप्य निरूपकभावः दृष्टवन्तः वयम् अवच्छेदवच्छेदकभावं न दृष्टवन्तः. इदानीम् अत्र भवति इह सामानाधिकरणयोः विषयतयोः अवच्छेद्या अवच्छेदकभावः भवति यथा वैनीनिष्ठप्रकारता निरूपित वा अभावनिष्ठविशेषता एवम् अधिकरणनिष्ठविशेषता निरूपिताभावनिष्ठप्रकारता अनयोः समानाधिकरणम् अस्ति अतः तयोः प्रकारत्वविशेषत्वयोः अवच्छेद्यावच्छेदकभावः भवति यथा वयं चित्रे पश्यामः अभावनिष्ठविशेषता अपि अस्ति प्रकारता अस्ति तयोः मध्ये अभावः भवति द्वयोः समानाधिकरणम् अतः विशेषता प्रकारता द्वयोः मध्ये समानाधिकरणं भवति विशेषतायाः समानाधिकरणं प्रकारतया समानाधिकरणम् एकमेव अस्ति तत् भवति अभावे अतः 139 इति चित्रे अभावे विशेषता प्रकारता द्वयोर्मध्ये समानाधिकरणं तथैव अधिकरणे अपि विशेषता प्रकारता वा वृत्तित्वम् इति यदि वयं पश्यामः अवच्छेदकभावः अस्ति. सो इदानीम् अग्रे लक्ष्मीभगिनी पठति वा महोदय यदि संक्षेपेण विशेषता प्रकारतयोः मध्ये अवच्छेद्य अवच्छेदकभावः अस्ति द्वयोः समानाधिकरणीयं भवति इति कृत्वा वर्गे महोदय उक्तवान् घट्टाधरभट्टस्य अवच्छेदकभावः एवं तत्रापि बहु किमपि वक्तव्यमस्ति परन्तु एवं तत्र उक्तं महोदयेन तत्र गदाधरभट्टाचार्यः तत्र अस्य एव इदं मतं यत् ज्ञाने इदानीं ज्ञाननिरूपितं सम्भवति इति चेत् तर्हि एकस्मिन् अधिकारणे विशेष्यता प्रकारता उभयं सम्भवति इति चेत् तत्र तयोः अवच्छेद्य अवच्छेदकभावः भवति, परन्तु तत् सर्वैः न स्वीक्रियते. मतुरनाथ यः वर्गवगीशः ये तत्र अपि प्रसिद्धाः नायिकाः आसन्, ते तत्र नेके दोषान् तत्र उपस्थाप्य इदं मतं तत्र न स्वीकुर्वन्ति. तत्र नाम तत्र तेषां मते ज्ञाननिरूपणं भवति इति चेत् तत्रापि समानाधिकरण्यम् इव भाति, परन्तु तत्र वस्तुतः समानाधिकरण्यं नास्ति इति. अतः एव अवच्छेद्य अवच्छेदकभावः नास्ति, निरूपिनिरुक्तभावः एव स्वीकरणीयः. तर्हि अग्रे पूर्वम् एतादृश अवच्छेद्य अवच्छेदकभावना आलोचने अस्माभिः विशेषता आश्रय अभावनिष्ठप्रकारता इति, प्रकारता आश्रय अभावनिष्ठविशेषता इति रीत्या वा सर्वत्र उक्तं. सम्प्रति अवच्छेद्य अवच्छेदकभावे आलोचिते विशेषत्वा अवच्छिन्न अभावनिष्ठप्रकारता इति, प्रकारत्व अवच्छिन्न अभावनिष्ठविशेषता इति वा वाच्यम् अस्तु. पूर्वम् अस्माकं वाक्यमासीत् वह्निनिष्ठप्रकारता निरूपितविशेष्यता इत्यादि. अधुना यदि अवच्छेद्य अवच्छेदकभावः द्रष्टुं तत् धर्मं स्वीकुर्मः इत्युक्ते विशेष्यत्वं नो चेत् प्रकारत्वम् इति, अतः तत्र वाक्यं भवति विशेष्यत्व अवच्छिन्न अभावनिष्ठ विशेषता अवच्छेदक अभावनिष्ठप्रकारता निरूपित विशेषता आश्रयः विशेषता आश्रितः अधिकरणं नो तत् पुनः तत्र पुनः तत्र विशेष्यत्व न अत्र वाक्यं यदि यदि अस्तु वह्निः तत् वह्निनिष्ठ प्रकारतानिरूपित विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय अधिकरणं निष्ठ प्रकार न अत्र पुनः विशेषत्व अवच्छिन्न अधिकरणनिष्ठ प्रकारता निरूपित पुनः विशेष्यत्व अवच्छिन्न अवच्छिन्न वृत्तित्वनिष्ठ प्रकारता वृत्तित्वनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता. आम् अस्तु महोदय, समीचीनं. तर्हि समग्रपरिष्कारः कीदृशः भवेत् इति पर्यवोचनीयम् इति भविष्यति वार्ते. तर्हि अत्र एव समर्पयामः. धन्यवादः. नमस्कारः. नमस्कारः.